प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते प्रथमध्यामश्वपूर्वां गजनाथ प्रबोधिनीं साम्राज्य प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते रथमध्यामश्वपूर्वां गजनाथ प्रबोधिनीं साम्राज्य प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते रथमध्यामश्वपूर्वां गजनाथ प्रबोधिनीं साम्राज्य प्रदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं नमोस्तुते गजलक्ष्मीं